गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय स्तु विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् परिशिष्टम् इति भागे स्मः तत्र विभागसाधनाय अनुमानं तत्र अपूर्वः कोटिक्रमः इति पाठः तत्र आश्रयनाश अजन्यनाशः आजन्यगुणनाशः समानादिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानवाक्यं तत्र उक्तं तेन अनुमानेन यदि विभागः इति गुणः अङ्गीकुर्मः तत्र क्लेशः नास्ति इति निरूपितम् अस्तु अत्र अग्रे गमनात् पूर्वम् आश्रयनाश अजन्यगुणनाशः इति पक्षः समानाधिकरणगुणजन्यः इति साध्यम् आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः यदा अस्माभिः एतद् एषः भागः विभागनिरूपणसमये पठितः तदा अनुमानस्य विषये अस्माभिः न पठितम् अतः अस्य चिन्तनं न कृतं तर्हि प्रथमं तत् कृत्वा अग्रे गच्छेम अस्तु मेहुल् महोदय वदतु अत्र कीदृश अनुमानमस्ति विभागस्य न विभागः इति त्यजतु अत्र केवलम् इदानीं पुरतः अस्ति खलु करपत्रं स्प्रेड्शीट् खलु हा स्प्रेड्शीट् सत्यं स्प्रेड्शीट् तत्र पश्यतु जनकनाश अजन्यगुणनाशः इति पक्षः अपि च जनकनाश अजन्यगुणनाशत्वात् इति हेतुः तर्हि हेतुपक्षयोः मध्ये भेदः अस्ति वा न वा इति दलद्वयं मया लिखितमस्ति यदि एकेन दलेन वदेम तर्हि जनकनाश अजन्यगुणनाशत्वात् इति एव भवति पक्षः एव हेतुः यदि पक्षः एव हेतुः तर्हि कीदृश अनुमानं भवति पक्ष एव हेतुः वयं दृष्टवन्तः पक्ष एव हेतुः क्षम्यतां न स्मरामि अधुना अस्तु अन्यः कोऽपि अन्येषां चिन्तनमस्ति चेत् वदतु वदन्तु सपक्षः इति वा न सपक्षः इत्युक्ते किम् तस्मिन् पक्षे साध्यमस्ति तस्मिन् एव पक्षे हेतुः अपि अस्ति इति सामान्य अनुमानमस्ति खलु पर्वतः वन्यमान् धूमात् इत्यत्र धूमः अपि पक्षे अस्ति हेतुः अपि पक्षे अस्ति किन्तु हेतुः पक्षः न साध्यमपि पक्षः न पर्वतः अग्निः न पर्वतः धूमः अपि न किन्तु धूमः अपि च वह्निः उभयमपि पक्षे पर्वते वर्तते इति कृत्वा तत्र पक्षः भिन्नः अस्ति हेतुः भिन्नः अस्ति अग्निः साध्यं भिन्नमस्ति किन्तु अत्र हेतुः एव पक्षः इत्युक्ते हेतुपक्षयोः मध्ये भेदः एव नास्ति जनकनाश अजन्यगुणनाशः इति पक्षः जनकनाश अजन्यगुणनाशत्वात् इति केवलं पञ्चमी हेत्वर्थे पञ्चमीं योजयित्वा पक्षः एव हेतुत्वेन उक्तः. तादृशं वयं न पठितवन्तः. अस्माकं विषये किन्तु साक्षात् न पठितं, किन्तु तद्रीत्या अन्यत् पठितम्. अस्तु, अत्र शब्दः केवलान्वयी केवलान्वयी अनुमानम् अस्माभिः पठितं खलु. घटः अभिधेयः इति, हा घटः अभिधेयः, तत्र किञ्चित् क्लेशः अस्ति. अभिधेयः इति भवतु, किन्तु यदा शब्दः गुणः शब्दत्वात् इति वदामः चेत्, हा शब्दः गुणः शब्दत्वात् सत्यं, शब्दः गुणः शब्दत्वात् इति पठितं खलु. तत्र केवलान्वयी अनुमानमेव खलु. अतः कीदृश अनुमानम् इति चेत् एतदपि केवलान्वयी अनुमानम्. केवलान्वयी अनुमाने वैशिष्ट्यं किति चेत् अन्यया हेतुः पक्षः एव हेतुः भवति, अथवा हेतुः पक्षे एव भवति. पृथिवी इतरेभ्यः भिद्यते, पृथिवी इतरभेदवति गन्धवत्वात्. गन्धवत्वात् तर्हि गन्धवत्वम् इति धर्मः पृथिवीं विहाय अन्यत्र यत्र कुत्रापि न लभ्यते खलु. इति कृत्वा सामान्य अनुमानं नास्ति यत्. तत्र किमुक्तं, पृथिवी इतरेभ्यः भिद्यते, इतरभेदवति गन्धवत्वात्, यन्नैवं तन्नैवं यथा जलम् इति व्यतिरेक अनुमानस्य उदाहरणं तत्. व्यतिरेक उदाहरणस्य व्यतिरेक अनुमानस्य उदाहरणम् अत्रापि केवलान्वयी वा अथवा व्यतिरेक केवल व्यतिरेकी वा इति चेत् केवलव्यतिरेकी इति इति भासते मम. केवलव्यतिरेकी अनुमानम् पृथ्वी इतरेभ्यो विद्यते गन्धवत्वात् इति केवलव्यतिरेकी उदाहरणम् एवम् अस्ति खलु. अत्र गन्धवत्वं गन्धवत्वं तत्र तु किञ्चित् भेदः वर्तते. इत्युक्ते गन्धवत्वम् इति पृथिव्यां विद्यमानहेतुः केवलं पृथिव्यामेव भवति, अन्यत्र यत्र कुत्रापि न भवति. किन्तु अत्र इतोपि वैशिष्ट्यं किम् इति चेत् साक्षात् पक्षः एव हेतुः, पक्षहेतोः मध्ये किमपि भेदः नास्ति. अस्तु, इति अत्र स्वारस्यमस्ति इति मया उक्तं तावदेव. अस्तु, इदानीं किं क्रियते ग्रन्थकारेण, अत्र गुणनाशः इति उक्तं. तर्हि गुणनाशः बहुभिः कारणैः भवति, समवायीकारणनाशेन, घटनाशेन घटरूपनाशः भवति, असमवायीकारणनाशेन यदा कपालद्वयोः मध्ये संयोगः जातः, अत्र असमवायीकारणनाशेन गुणनाशः इत्यस्य उदाहरणं किम्? गुणनाशः कुत्र किम्? कपालद्वयसंयोगेन घटः घटस्य प्रागभावस्य ध्वंसः भवति इति, घटः जायते तदा. अस्मिन् पाठे यदुक्तं तद् मा वदतु, पूर्वम् अस्माभिः किं पठितं, तद् सः पाठः कुत्र अस्ति सत्यभव भगिनि? अत्र नाशस्य सम्प्रति चिन्तनम् असाधारणं कारणं तत् अनन्तरम् असाधारणं कारणमित्यत्र वा तस्मात् पूर्वं तत् भवति. तत्र 91 तत्र एव अस्माकं विषयः अस्ति, एकत्वं नित्यत्वं तत्सर्व. तत् सत्यं, किन्तु विभागः तत्रैव चिन्तितमस्ति खलु, विभागः पृथक्त्वं संयोग. संयोगप्रकारः हा अस्तु, 102 इत्यत्र अस्ति. गुणनाशं 103 इत्यत्र, गुणनाशं सम्प्रति चिन्तयामः. गुणसमवायिकारणनाशात् भवति गुणनाशः, यथा घटे नष्टे तद् रूपं नश्यति. निमित्तकारणनाशादपि भवति गुणनाशः, द्वित्वसङ्ख्यां प्रति समवायिकारणं वृत्ति दर्शितरीत्या आश्रयगतम् एकत्वं च असमवायिकारणं भवति. एवम् अपेक्षाबुद्धिः ज्ञानविशेषः निमित्तकारणं भवति. तर्हि गुणनाशः समवायिकारणनाशेन गुणनाशः भवति, निमित्तकारणनाशेन गुणनाशः भवति. अपेक्षाबुद्धिः नश्यति चेत् द्वित्वं नश्यति इति उदाहरणं. समानादिकरणगुणेनापि भवति गुणनाशः, यथा घटे तेजसंयोगेन श्यामरूपनाशः इति समानादिकरणगुणनाशेन. अतः असमवायीकारणनाशेन गुणनाशः भवति इति नोक्तम्. असमवायीकारणनाशेन कपालसंयोगनाशेन घटः नश्यति, घटः नश्यति इति कृत्वा गुणः नश्यति, घटरूपं नश्यति. अन्यथा सिद्धं भवति कपालनाशः, कपालसंयोगनाशः अन्यथा सिद्धं भवति. अस्तु, चरमस्मरणेनापि नश्यति संस्कारः. अस्तु, समीचीनं. तर्हि अत्र गुणनाशः बहुभिः कारणैः जायते इति उक्तम्. तत्र प्रश्नः उदितः आसीत्, विभागः अस्य गुणः यस्मिन् अधिकरणे विभागः अस्य गुणः जायते तस्मिन् अधिकरणे विद्यमान अन्यस्य गुणस्य नाशम् एषः गुणः करोति इत्यत्र किं मानम् इति चेत्, अत्र अनुमानमुक्तं. जनकनाश अजन्यगुणनाशः, समानाधिकरणगुणजन्यः जनकनाश अजन्यगुणनाश नाशत्वात् पाकनिरूपनाशवत्. अस्तु, तर्हि अत्र अस्मिन् स्प्रेड्शीट् मध्ये मया किं कृतम् इति चेत्, विभागात् पूर्वदेशसंयोगनाशः इति उदाहरणं स्वीकृतं. तत्र पक्षः अस्ति जनकनाश अजन्यगुणनाशः. तत्र जनकः कः? घटः. घटनाशं विना घटरूपनाशः जनकनाश अजन्यगुणनाशः, विभागात् पूर्वदेशसंयोगनाशः. अस्तु, तर्हि विभागस्य जनकः समवायीकारणं किं? घटः. किन्तु इदानीं पूर्वदेशसंयोगः, अत्र संयोगः इति गुणस्य नाशः, घटे विद्यमानसंयोगः इति गुणस्य नाशः केन भवति इति चेत्, घटस्य नाशं विना विभागेन भवति इति कृत्वा घटनाश अजन्य घटरूपनाशः इति नास्ति, घटसंयोगनाशः इति भवेत्. सत्यं सत्यं, घट हा घटसंयोगनाशः इति कृत्वा पक्षः सिद्धि पक्षः साधितः भवति, जनकनाश अजन्यगुणनाशः इति. तदनन्तरं समानाधिकरणगुणजन्यः, समानाधिकरणे घटे विद्यमान विभागजन्यः अस्ति एषः संयोगनाशः इति कृत्वा साध्यमपि सिद्धम्. हेतुः कः? जनकनाश अजन्यनाशत्वे सति गुणनाशत्वात्, घटनाशं विना समानाधिकरणगुणेन विभागेन नाशत्वात् तस्य संयोगनाशत्वात्. तदपि योजयामि. संयोगनाशत्वात् इति कृत्वा हेतुः अपि सिद्धः भवति. अस्तु, एवं तेजसंयो अत्र तेजसंयोगरूपनाशवत् पाकसंयोज पाकजरूपनाशवत् इति उक्तम्. तर्हि तत्र उदाहरणे अनुमानस्य समन्वयः भवति वा इति दर्शनं. जनकनाश अजन्यगुणनाशः, घटनाश अजन्य घटरूपनाशः, अतः पक्षः सिद्धः. समानाधिकरणगुणजन्यः, समानाधिकरणे घटे विद्यमानतेजसंयोगजन्यः संयोगेन रूपनाशः भवति इति कृत्वा, अतः साध्यमपि सिद्धम्. हेतुः घटनाशं विना समानाधिकरणगुणेन तेजसंयोगेन तस्य नाशत्वात् रूपनाशत्वात् तदपि योजयामि. घटरूपनाशत्वात् तर्हि घटरूपनाश तदपि घटरूप इत्यपि योजयामि. अस्तु, इति तत्र साधितम्. अतः यथा तेजसंयोग तेजसंयोगात् घटरूपनाशः भवति, तद्वत् विभागात् पूर्वदेशसंयोगः नाशः भवितुम् अर्हति इति निरूपितम्. तर्हि अस्मिन् पाठे परिशिष्टे अत्र ग्रन्थकारः किं करोति, अन्यविधगुणनाशः अथवा अन्येषां नाशः अत्र अस्य अनुमानस्य समन्वयः भवति वा इति चिन्त्यते. अत्र मया न अवबुद्धं किमर्थम् एतादृशचिन्तनम् इति, किमर्थम् अत्र तत्र अपूर्वः कोटिक्रमः इति उक्तम्. केवलम् अभ्यासार्थम् इति चेत् समीचीनं, किन्तु किमर्थम् एतादृशचिन्तनम् इत्यत्र उत्तरं न लब्धम् मम. भवतु, तर्हि इदानीम् एकैकं स्वीकृत्य पश्येम. भवद्भिः किं कर्तव्यम् इति चेत्, अत्र प्रथमं घटनाशात् घटरूपनाशः इति अस्ति. तत्र एतदनुमानं सङ्गच्छते वा न सङ्गच्छते इति चेत् कुत्र न सङ्गच्छते इति वक्तव्यम्. अहं प्रथमं प्रदर्शयामि, तदनन्तरं सर्वे प्रत्येकम् उदाहरणं स्वीकृत्य वदन्तु. घटनाशात् घटरूपनाशः, इदानीं पक्षः कः? जनकनाश अजन्यगुणनाशः इति उक्तं. तत्र अजन्यत्वे अव्याप्तिः. किमर्थमिति चेत् घटनाशजन्यघटरूपनाशः एव अत्र अस्ति. घटः इति जनकः, घटनाशजन्यघटरूपनाशः इति अस्ति इति कृत्वा, अत्र यदि एतदनुमानं वदेम अस्य निरूपणार्थं, घटरूप घटनाशात् घटरूपनाशः इति निरूपणार्थं यदि एतदनुमानवाक्यं वदेम, अत्र पक्षासिद्धिः भवति. पक्षः न सिद्धः. कुत्र न सिद्धः इति, गुणनाशः इत्यत्र सिद्धः, किन्तु जनकनाश अजन्यत्वं नास्ति. जनकस्य नाशेन एव गुणनाशः अत्र भवति इति कृत्वा तद्दलं न पूरितम्, अतः पक्षासिद्धिः अस्ति. अतः अजन्य इति पदं रक्तवर्णे मया स्थापितम्. अस्तु, इदानीं साध्यं पश्येम. समानाधिकरणगुणजन्यः इति उक्तम्. अत्र समानाधिकरणगुणजन्यः नास्ति. वस्तुतः अत्र समानाधिकरणम् इति अपि रक्तवर्णे स्थापनीयमस्ति. इत्युक्ते अत्र रूपनाशः केन जन्यः इति चेत् जनकनाशेन जन्यः. अतः समानाधिकरणगुण इत्यत्र अव्याप्तिः अस्ति. घटनाशजन्यः अस्ति, न तु समानाधिकरणगुणजन्यः इति कृत्वा साध्य असिद्धिः अपि अस्ति. अस्तु, इदानीं हेतुः. अत्र जनकनाश अजन्यनाशत्वे सति गुणनाशत्वात् इति हेतुः. वस्तुतः जनकनाश अजन्यगुणनाशत्वात् इति हेतुः. तत्र दलद्वयं वर्तते इति कृत्वा नाशत्वे सति इति मया विभज्य प्रदर्शितमस्ति. एवम् अत्र पक्षः अपि विभज्य प्रदर्शयितुं शक्यते. जनकनाश अजन्यत्वे सति गुणनाशः जनकनाश अजन्ये सति गुणनाशः इति वक्तव्यम्. अस्तु, तर्हि अत्र हेत्वासिद्धिः घटनाशात् घटरूपनाशः इति अनेन अनुमानेन निरूपयितुं शक्यते वा इति चेत् न. किमर्थमिति चेत् पक्षः न सिद्धः, साध्यमपि न सिद्धं, हेतुः अपि न सिद्धः इति कृत्वा एतदुदाहरणम् एतदनुमानवाक्यम् एतद् अनुमानवाक्यम् उपयुज्य अस्य निरूपणं घटनाशात् घटरूपनाशः इत्यस्य निरूपणं न कर्तुं शक्यते. तर्हि किमर्थं ग्रन्थकारः एवं चिन्तयति इति चेत् प्रायः एतदनुमानवाक्यं स्वीकृत्य एते नाशाः निरूपयितुं शक्यते वा इति चिन्तनं. किन्तु किमर्थम् एतादृशचिन्तनम्? अथवा अत्र यदि ग्रन्थकारेण अनेन अनुमानवाक्येन न भवति इति कृत्वा अन्यद् अनुमानवाक्यं मया उच्यते इति चेत् तत्र समन्वयः भवति, अवबोद्धुं शक्यते. किन्तु तद् न कृतम्. कियत्पर्यन्तं ग्रन्थकारेण चिन्तितम् इति चेत् अनेन अनुमानवाक्येन एतद् न निरूपयितुं शक्यते. किं? घटनाशात् घटरूपनाशः इति न निरूपयितुं शक्यते. किमर्थमिति चेत् अत्र पक्षासिद्धिः, साध्यासिद्धिः, हेत्वासिद्धिः इति असिद्धत्रयं वर्तते, असिद्धित्रयं वर्तते. अस्तु, तर्हि इदानीं मेहुल् महोदय, एवम् उत्तरदेशसंयोगात् क्रियानाशः इति वदतु. अस्मिन् उदाहरणे अत्र उत्तरदेशसंयोगात् इत्युक्ते उत्तरदेशसंयोगेन क्रियानाशः भवति इत्यस्मिन् उदाहरणे पक्षः पुनः जनकनाश अजन्यगुणनाशः इति पक्षः इति अनुमानवाक्ये अस्ति. तर्हि तद् यदि चिन्तयामः चेत् जनकनाश्य नाश न भवति चेत् अपि गुणनाशः जातः वा इति द्रष्टव्यं. तर्हि अत्र घटनाशः इति जनकनाशः, अतः जनकनाश अजन्य इति घटनाश विना अत्र क्रियानाशः जातः इति तु सत्यं. परन्तु पक्षे किमुक्तं गुणनाशः इति पदमस्ति, तर्हि गुण इति पदे अव्याप्तिः अस्ति, यतोहि क्रियानाशः जातः अत्र, न तु गुणनाशः. अतः पक्षः असिद्धः भवति. सत्यम् इति कृत्वा पक्षः असिद्धः भवति. अत्र गुणनाशः पक्षः नास्ति, क्रियानाशः पक्षः. अस्तु, अग्रे. तत्रैव समानाधिकरणगुणजन्यः इति साध्यमस्ति. तद् यदि पश्यामः चेत् समानाधिकरणे इत्युक्ते घटे एव उत्तरदेशसंयोगजन्य इति अपि अस्ति, तेन एव क्रियानाशः जायते. अतः तादृश उत्तरसंयोगगुणे न जन्यः क्रियानाशः भवति. अतः समानाधिकरणगुणजन्यः इति तु सिद्धम्, अतः साध्यसिद्धिः अस्ति, साध्यं तु सिद्धम्. इत्युक्ते यस्मिन् अधिकरणे क्रिया अस्ति घटे, तस्मिन्नेव विद्यमानगुणेन उत्तरदेशसंयोगेन क्रियानाशः भवति इति कृत्वा साध्यसिद्धिः जातः. अस्तु, अग्रे. यदि हेतुः पश्यामः चेत् तर्हि जनकनाश अजन्यनाशत्वे अथवा जनकनाश अजन्यगुणनाशत्वात् इति हेतुः. तद् यदि पश्यामि चेत् घटनाश अजन्य इत्युक्ते घटनाशः न भवति चेत् अपि तथापि गुणनाशः भवति चेत् हेतुः पूरितः भवति. परन्तु अत्र तु गुणनाशः न जातः, क्रियानाशः जातः. अतः पुनः हेतौ अपि गुण इति पदमस्ति, अतः गुण इत्यस्मिन् पदे अव्याप्तिः भवति, अतः हेतुः असिद्धः भवति. हा, इत्युक्ते यथा मया पूर्वमुक्तं, पक्षः अपि च हेतुः उभयमपि समानमेव इति कृत्वा पक्षे दोषः अस्ति चेत् सः एव दोषः हेतौ अपि भवति, पक्षे दोषः नास्ति चेत् हेतुः अपि सिद्ध्यति. खलु, पक्षे यः दोषः भवति सः एव दोषः हेतौ अपि भवति. किमर्थमिति चेत् पक्षः अत्र हेतुः पक्षः एव, अन्यद् नास्ति इति कृत्वा. अस्तु, समीचीनम्. तर्हि अग्रे सतिभौम भगिनी वदति वा, कपालद्वयसंयोगः प्रागभावध्वंसः कपालद्वयसंयोगात् घटप्रागभावध्वंसः इति इदानीं तदेव अनुमानवाक्यम् अस्माकं पक्षः अस्ति जनकनाश अजन्यगुणनाशः जनकनाशाजन्य इत्युक्ते कपाल घटनाशं विना गुणस्य नाशः इति तत्र परन्तु अस्माकं कृते क्षम्यता अत्र उदाहरणं किञ्चित् प्रतिपादयति वा किम् अत्र उदाहरणं किम् खडे विद्यमानरूपस्य नाशः इति गुण वक्तव्यं वा खडनाशं विना अत्र एकवारं पठतु उपदवारं A24 तदेव वदन्ति अस्ति खलु कपालद्वयसंयोगात् घटप्रागभावध्वंसः इति तर्हि तस्य अर्थः कः घटप्रागभावः घटस्य उत्पादनात् पूर्वक्षणे क्षणं यावत् तिष्ठति यदा कपालद्वयसंयोगात् घटस्य उत्पादः जायते तदानीं तस्य प्रागभावस्य ध्वंसः भवति इति तस्य प्रागभावं च ध्वंसः वा पुनः वदतु प्रागभावस्य प्रागभावस्य प्रध्वंसभावः अत्र कार्यं प्रागभावस्य प्रध्वंसः प्रागभावस्य अभावः इति तर्हि कपालद्वयसंयोगः इति कारणं प्राग घटप्रागभावस्य ध्वंसः इति कार्यं तदेव अस्माकम् उदाहरणम् अस्तु इदानीं वदतु पक्षः पक्षः अस्माकम् उदाहरणं स्वीकृत्य वक्तव्यम् आमाम् अत्र पक्षः कः इति प्रथमम् एकवारम् उक्त्वा उदाहरणे समन्वयं करोतु पक्षः कः सामान्यपक्षः कः अनुमानवाक्ये सामान्यपक्षः खड्प्रागभावध्वंसः इति कार्यमस्ति अत्र सामान्यपक्षः अनुमानवाक्ये अत्र B25 इत्यत्र लिखितमस्ति खलु पक्षः अजन्यगुणनाशः इति पक्षः जनकनाश अजन्यगुणनाशः इति पक्षः खलु एतत् स्वीकृत्य वक्तव्यं न तु ओके अत्र अनुमानवाक्यं सामान्य अनुमवाक्यं किं जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः इति साध्यं जनकनाश अजन्यगुणनाशत्वात् इति हेतु तर्हि एतद् अनुमानवाक्यम् उपयुज्य कपालद्वयसंयोगात् घटप्रागभावध्वंसः जायते इति निरूपयितुं शक्यते वा इति चिन्तनम् जनकनाश अजन्यगुणनाशः तत् सम्पूर्णं पक्षः इति स्वीकर्तव्यं खलु सत्यं तर्हि एषः अनुमानवाक्ये एषः पक्षः अस्ति किन्तु इदानीम् उदाहरणे अस्य पक्षस्य समन्वयः भवति वा न भवति चेत् कुत्र अव्याप्तिः इति भवत्या वक्तव्यम् कपालद्वयसंयोगात् घटप्रागभावध्वंसः इति अस्ति अस्मिन् उदाहरणे कथम् इति मया न वक्तुं शक्यते नास्ति इति जानाति परन्तु कथं जनक इति पदस्य स्थाने किं स्वीकर उदाहरणे जनकः कः कपालद्वयसंयोगः इति जनकः वा घटप्रागभावध्वंसस्य जनकः कः ध्वंसः केन जन्यते संयोगेन एव खलु क्रियया जन्यते इति वक्तव्यं वा क्रियया जनि खडः यदा जायते आम् घटः यदा उत्पद्यते तदानीं प्रागभावः नश्यति इति जनकः इति प्रागभावस्य जनक अत्र जनक इति पदेन किं स्वीकर्तव्यं किं पदार्थम् अत्र घटः स्वीकर्तव्यः कपालः स्वीकर्तव्यः कपालद्वये संयोगः स्वीकर्तव्यः अन्यत् किमपि स्वीकर्तव्यः वा घटः स्वीकर्तव्यः घटप्रागभावध्वंसस्य जनकः घटः वा जनकः तस्मात् पूर्वमेव अस्ति घटप्रागभावः कुत्र अस्ति कुत्र आसीत् घटस्य उत्पादनात् पूर्वं एकनिमिषं भगिनि घटस्य उत्पादनात् पूर्वं घटप्रागभावः कुत्र आसीत् कार्याधिकरणे कपाले केवलं कपाले इति वदतु कपाले अस्तु तर्हि इदानीं घटप्रागभावध्वंसः कुत्र जायते कपाले एव जायते तर्हि घटप्रागभावध्वंसस्य जनकः कः कपालः खलु इदानीं तत्र तावत् स्पष्टता मयि नास्ति पूर्वं कपालः कपालः तर्हि जनक यदा घटप्रागभावध्वंसः भवति तदा तस्य जनकः कपालः नश्यति वा न वा न नश्यति न नश्यति अतः जनकनाश अजन्यत्वं निरूपितं तत्र क्लेशः नास्ति कपालनाशः न जातः इति कृत्वा किन्तु जनकनाश अजन्यत्वम् इति एव दलं पक्षे नास्ति अत्र इतोपि एकं दलमस्ति किं गुणनाशः इति अपि अस्ति अत्र गुणनाशः अस्ति वा गुणनाशः नास्ति उदाहरणे प्रागभावस्य नाशः एव प्रागभावस्य नाशः उक्तः अतः गुणनाशः न उक्तः गुण इत्यत्र रक्तवर्णे मया स्थापयित्वा पक्षासिद्धिः इति उक्तम् अत्र लक्षणं न पतति इदानीं पक्षः यदि इत्युक्ते अत्र अस्माभिः किं क्रियते इति चेत् अनेन अनुमानवाक्येन अनेन अनुमानवाक्येन इत्युक्ते किम् अनुमानवाक्यं जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाश अजन्यगुणनाशत्वात् इति अनुमानवाक्येन कपालद्वयसंयोगात् जायमानघटप्रागभावध्वंसः निरूपयितुं शक्यते वा इति चिन्तनम् तत्र न शक्यते किमर्थम् इति चेत् अत्र घटप्रागभावध्वंसः एव उक्तः अथवा घटप्रागभावनाशः उक्तः न तु गुणनाशः इति कृत्वा पक्षासिद्धिः अवबुध्यते खलु आम् तत् बुद्धम् अस्तु इदानीं साध्यं परिशीलयतु साध्यम् अस्ति समानाधिकरणगुणजन्यः समानाधिकरणगुणजन्यः अस्माकम् अधिकरणमस्ति कपालः अत्र प्रागभावध्वंसः अस्ति परन्तु गुणः समानाधिकरणगुणजन्यः अत्र ध्वंसः केन कारणेन जायते कपालद्वयसंयोगेन जायते संयोगः इति गुणः खलु कुत्र अस्ति संयोगः इति कपाले कपाले अस्ति यस्मिन् कपाले घटप्रागभावध्वंसः जायते तस्मिन्नेव कपाले संयोगः अस्ति कपालद्वयसंयोगः अस्ति इति कृत्वा समानाधिकरणगुणजन्यत्वम् इति साध्यं निरूपितम् अतः साध्यसिद्धिः अस्ति साध्यसिद्धिः अस्ति न तु असिद्धिः साध्यं साधितमस्ति अस्तु तर्हि इदानीं पक्षे पक्षः अपि च हेतुः उभयमपि समानम् इति कृत्वा पक्षे यः दोषः भवति सः एव दोषः हेतोपि भवति इति कृत्वा अत्र हेत्वासिद्धिः हेत्वासिद्धिः कुत्र इति चेत् गुण इति पदे अव्याप्तिः अस्ति हेतुः असिद्धः भवति गुण इति पदे अबुध्यते खलु अस्तु समीचीनम् अस्तु अग्रे रमेशमहोदय वदति वा रोगात् संस्कारध्वंसः आं महोदय रोगात् संस्कारध्वंसः तत्र जनकः कः इति संस्कारध्वंसः इति गुणनाशः संस्कारः इति जनकः संस्कारः इति जनकः वा संस्कारध्वंसः कुत्र जायते संस्कारध्वंसः आत्मनि जायते हा तर्हि आत्मा जनकः अस्ति अधिकरणत्वेन जनकः अधिकरणत्वेन जनकः कारणमस्ति खलु हा इति कृत्वा अत्र आत्मा संस्कार आत्मा भवति जनकः तर्हि अत्र संस्कारस्य ध्वंसः यदा जायते तदा आत्मनः नाशः भवति वा न आत्मनः नाशः न भवति तर्हि जनकनाशः अजन्यः संस्कारध्वंसः संस्कारः इति गुणः अस्ति तर्हि गुणनाशः भवति जनकनाश अजन्यत्वे सति गुणनाशः भवति तर्हि पक्षः कृत्वा पक्षः सिद्धिः पक्षसिद्धिः अथवा पक्षः सिद्धः अस्ति साध्यं साध्यं समानाधिकरणगुणजन्यः समानाधिकरणगुणजन्यः तर्हि आत्मनि गुणजन्यः अत्र संस्कारध्वंसः केन कारणेन जायते रोगात् जायते रोगः आत्मनि अस्ति वा इति रोगः आत्मनि अस्ति वा रोगः आत्मनि अस्ति वा इति प्रश्नः सत्यं हा तस्य उत्तरं किं रोगः कुत्र अस्ति रोगः शरीरे अस्ति आत्मनि नास्ति इति अहं चिन्तयामि उत्तमम् उत्तमम् इति एकः अपि च रोगः इति गुणः वा रोगः इति रोगः इति आत्मगुणः नास्ति रोगः इति क्रिया एव रोगः क्रिया वा महोदय रोगः क्रिया इति वक्तव्यं वा अत्र शरीरस्य धर्मः शरीरे किं वक्तव्यं रोगः इति धर्माधर्म पापम् इति वक्तुं शक्यते न न पापस्य कार्यमस्ति रोगः पापात् जायते इति कृत्वा मयि रोगः जायते किन्तु अस्तु अत्र रोगः शरीरस्य धर्मः वा आत्मनः धर्मः वा इत्यत्र इतोपि चिन्तनीयं किन्तु साध्यं साध्यासिद्धिः अत्र वक्तुं शक्यते किमर्थमिति चेत् रोगः इति गुणः न आत्मगुणः न खलु रोगः इति आत्मगुणः न हा अतः समानाधिकरणगुणजन्यत्वम् अस्मिन् रोगे नास्ति रोगः शरीरस्य धर्मः वा आत्मधर्मः वा इति तत्र विवादास्पदमस्ति अत्र भवतु किन्तु रोगः इति आत्मनः नवगुणेषु अन्यतमः न इति कृत्वा समानाधिकरणगुणजन्यत्वं रोगे न भवति तद् निश्चयेन वक्तुं शक्यते खलु इति कृत्वा साध्यासिद्धिः अत्र साध्यं न सिद्ध्यति अस्मिन् अनुमानवाक्ये यदि पक्षः सिद्ध्यति चेत् हेतुः अपि सिद्ध्यति अत्र तर्हि उत्तम हेतुः भवति एव सत्यं हेतुः भवति एव अस्तु भवान् एव अग्रिमम् अपि वदतु चरमस्मरणात् संस्कारध्वंसः चरमस्मरणात् संस्कारध्वंसः तत्र अधिकारः किं चरणस्मरणात् चरमस्मरणात् संस्कारध्वंसः तत्रापि आत्मा एव अधिकारः इति स्वीकर्तव्यं वा सत्यं सत्यं अधिकारः अधिकरणम् आत्मा अधिकरणम् अस्ति तर्हि तत्र पक्षः जनक आत्मनाश विना संस्कारध्वंसः भवति वा हा भवति संस्कारध्वंसः भवति तर्हि पक्षः सिद्धः सत्यं साध्यं समानाधिकरणगुणजन्यः चरमस्मरणः कुत्र भवति आत्मनि एव भवति तर्हि साध्यमपि आत्मनि भवति संस्कारध्वंसः केवलं तद्वदति चेत् न पर्याप्तं स्मरणम् आत्मनि भवति किन्तु स्मरणम् इति किम् स्मृति स्मरणमिति गुणः अपि वक्तव्यं वा हा हा स्मरणम् इति गुणः गुणः अस्ति गुणः कीदृशगुणः आत्मगुणः न न आत्मगुणः किन्तु आत्मनि नवविशिष्टगुणाः वर्तन्ते खलु तेषु स्मृतिः इति न बुद्धं महोदय कीदृशगुणः इत्युक्ते आत्मनि नवगुणाः सन्ति खलु तेषु नवगुणेषु स्मरणम् इति इच्छा वा स्मरणम् इति धर्मः वा अधर्मः वा संस्कारः वा किम् संस्कारः नास्ति स्मरणमिति संस्कारेण जायते स्मरणम् हा किन्तु संस्कारमिति किम् सारि क्षम्यतां स्मरणमिति किम् अथवा स्मृतिः इति किम् बुद्धिः हा बुद्धिः इत्युक्ते ज्ञानम् उत्तमं स्मरणम् इति ज्ञानं ज्ञानस्य एकविधं अतः गुणः स्मरणम् इति गुणः आत्मनि वर्तते यस्मिन् आत्मनि संस्कारध्वंसः जायते इति कृत्वा समानाधिकरणगुणजन्यत्वं चरमस्मरणे निरूपितम् अतः साध्यसिद्धिः अस्तु अग्रे उच्यतां महोदय हेतुः अपि पक्षः हेतुपक्षः समानः अस्ति तर्हि यदा हेतुपि सिद्धः सिद्धिः पक्ष हेतुसिद्धः भवति उत्तमम् अस्तु धन्यवादः महोदय अग्रे अन्तिमं क्रियया क्रियायाः न क्रियायाः वेगध्वंसः न क्रियया नास्ति क्रियया वेगध्वंसः मेहुल् महोदय क्रियया वेगध्वंसः तर्हि तत्र जनकः कः इत्युक्ते कन्दुकः तर्हि पक्षः जनकनाश अजन्यगुणनाशः इति पक्षः तर्हि कन्दुकनाशे नाशविना गुणनाशः भवति वा इति द्रष्टव्यं तर्हि अत्र वेगाख्य संस्कारः इति वयं जानीमः अतः वेगः इति गुणः तस्यैव नाशः जातः अतः कन्दुकनाशविना वेगनाशः जातः अतः जनकनाश अजन्यगुणनाशः इति सिद्धः भवति पक्षसिद्धिः अत्र इदानीमेव अहं चिन्तयन् अस्मि यथा भवता उक्तं वेगः इति संस्कारस्य एकविधः अस्ति अस्तु चतुर्विंशतिगुणेषु संस्कारः इति अन्यतमः अस्ति खलु तर्हि किन्तु संस्कारः इति गुणः केवलम् आत्मनि एव भवति इति न वेगाख्यसंस्कारः कन्दुके भवति हा इति कृत्वा गुणः अतः पक्षः साधितः अस्ति जनकनाश अजन्य कन्दुकं न नश्यति किन्तु वेगाख्यसंस्कारः नश्यति गुणः नश्यति अतः हेतुपक्षसिद्धिः अस्ति आम् सत्यम् अग्रे उच्यतु अग्रे साध्यम् इत्युक्ते समानाधिकरणगुणजन्यः इत्येव साध्यं. तर्हि कन्दुकम् इति अधिकरणं तत्र एव अन्यत् कोऽपि गुणेन जन्यः अस्ति वा इति द्रष्टव्यं. तर्हि अत्र क्रिया इत्युक्ते क्रियाजन्यः वेगनाशः अस्ति वा इति द्रष्टव्यं. तर्हि यस्मिन् अधिकरणे वेगनाशः अभवत् तस्मिन्नेव अधिकरणे क्रिया अस्ति वा इति. तर्हि अत्र समानाधिकरणं तु अस्ति परन्तु गुणजन्यः नास्ति. क्रियया एव वेगध्वंसः अभवत् अतः क्रियाजन्यः वेगध्वंसः न तु गुणजन्यः. उत्तमं. समानाधिकरण्यम् अस्ति. वेगध्वंसः यस्मिन् कन्दुके जायते तस्मिन्नेव कन्दुके क्रिया अस्ति इति कृत्वा अत्र सामानाधिकरण्यमस्ति. किन्तु गुणः नास्ति, गुणजन्यत्वं नास्ति, क्रियाजन्यत्वमेव अस्ति इति कृत्वा साध्यासिद्धिः. अन्ते तु पुनः पक्षः इति एव हेतुः, अतः पक्षसिद्धिः अस्ति, तथैव हेतुसिद्धिः अपि भवति. कन्दुकनाश जन्यवेगनाशः. समीचीनम्. अस्तु, तर्हि इदानीं किं कुर्मः, पुनः एकवारं पुस्तकात् पठेम. अत्र भिन्नरीत्या लिखितमस्ति. एतादृशं लिखितमस्ति चेत् सम्पूर्णचिन्तनं भवति, किन्तु ग्रन्थकारेण किं किं किं मध्ये मध्ये एकम् अंशं स्वीकृत्य सः चिन्तयति. भवतु, अस्तु, कुतः पठनीयम् इति चेत् अत्र चतुर्थ एकं द्वे त्रीणि चत्वारि पञ्चम परिच्छेदः अस्ति. अत्र पक्षकुक्षौ ततः आरभ्य पठतु. अस्तु, अत्र पक्षकुक्षौ जनकनाश अजन्यत्व अनिवेशे जनकनाशजन्यध्वंसे समानाधिकरणगुणजन्यत्वभावात् बाधः, अतः तद्विशेषणम्. तत्रैव गुणपद अनुपादाने जनकनाश अजन्यक्रियानाशे हेतु अभावात् भागः असिद्धिः, तद्वारणाय गुणपदम्. अस्तु, अधुना तर्हि जनकनाश अजन्यध्वंसे इति उक्तम्. तत्र कस्य ध्वंसः इति चेत् प्रागभावध्वंसः. प्रागभावध्वंसः, घटप्रागभावध्वंसः, प्रागभावध्वंसे अत्र तदेव चिन्तितमस्माभिः. आम्, तदेव चिन्तितं. तत्र समानाधिकरणमस्ति, समानाधिकरणमस्ति परन्तु गुणजन्यत्व नास्ति. इति कृत्वा अत्र जनकनाश अजन्यगुणनाशः इत्युक्ते अत्र अस्मिन् परिच्छेदे कथं ग्रन्थकारः चिन्तयति इति चेत् अनुमानवाक्यस्य दलसार्थक्यं करोति. विभागनिरूपणार्थं यद् अनुवाकवाक्यं रचितं तत्र कानि दलानि सन्ति इति, यदि एकं दलं त्यजामः तर्हि कुत्र अतिव्याप्तिः अथवा अव्याप्तिः भवति इति चिन्तयति. अस्तु, तद्बुद्धं खलु. अतः तद्विशेषणं, तद्विशेषणम् इत्युक्ते किं विशेषणं? जनकनाश अजन्यत्व अजन्यगुणनाश गुणनाशः इति. न अत्र दलद्वयमस्ति, तेषु तयोः किं दलं? जनकनाश अजन्यत्वं, जनकनाश अजन्यत्वम् इति दलं, सत्यं. तस्य अनिवेशे अत्र जनकनाश जन्यध्वंसे, जनकनाशजन्यध्वंसे इत्युक्ते, क्षम्यतां मया दोषेन उक्तं, जनकनाशजन्यध्वंसे इत्युक्ते घटनाशात् घटरूपनाशः. ओ हा, जनकनाश घटनाशात् घटरूपनाशः, परन्तु हा जनकनाश अजन्यध्वंसे. हा, जनकनाशजन्यत्वं घटनाशात् घटरूपनाशे वर्तते इति कृत्वा जनकनाश अजन्यत्वम् इति दलम् आवश्यकम् अनुमानवाक्ये इति उक्तम्. सो तर्हि हा, अत्र यदि अहं संख्यां स्थापयामि तर्हि घटनाश घटरूपनाशः तत्र वन् इति लिखन्तु जनकनाश जन्यध्वंसे इत्यत्र वन् इति लिखन्तु तत्र न सङ्गच्छति जनकनाशजन्यध्वंसे इति प्रथमं सत्यं हा अस्तु अग्रे अतः तद्विशेषणम् इदानीम् अग्रे तत्रैव गुणपद अनुपादाने जनकनाश अजन्यक्रियानाशे हेतु अभावात् भागः असिद्धिः तद्वारणा द्वितीयम् उदाहरणं द्वितीयं क्रियानाशः क्रियानाशः सत्यं तर्हि गुणपदानुपादानि तत्र द्विसङ्ख्या इति लेखनीयं खलु न जनकनाश अजन्यक्रियानाशे क्रियानाशे इत्युक्ते कुत्र अव्याप्तिः भवति अथवा अतिव्याप्तिः भवति इति जनकनाशजन्यध्वंसे इत्यत्र वन् इति लिखन्तु जनकनाश अजन्य क्रियानाशे इति टु तदेव उदाहरणं हेत्वभावात् भागसिद्धिः अस्तु तदनन्तरम् अग्रे न च हेतौ एव गुणपदं मास्तु तेन च हेतुसत्त्वनिर्वाहात् न भाग असिद्धिः इति वाच्यम् तथा सति प्रागभावध्वंसे व्यभिचारप्रसङ्गः हा प्रागभावध्वंसे इत्यत्र त्रि इति लिखन्तु कपालद्वयसंयोगात् घटप्रागभावध्वंसः जायते खलु तत्रैव तत्र हि तत्र हि अनादित्वाच्च प्रागभावस्य प्रागभावः इति अनादि तद्ध्वंसस्य कार्यसामग्री प्रयुक्तत्वात् अस्तु प्रागभावध्वंसस्य कार्यसामग्री तदेव कार्यसामग्री इति चिन्तयामः चेत् जनकनाश अजन्यध्वंसत्वं प्रकृतहेतुः वर्तते इत्युक्ते कपालनाशः न जातः खलु न जातः घटप्रागभावस्य ध्वंसेन घटप्रागभावस्य नाशेन कपालनाशः न जातः अतः जनकनाश अजन्यध्वंसत्वम् इति प्रकृतहेतुः सिद्धिः वर्तते किन्तु किं न वर्तते गुणः इति गुणः नास्ति अतः समानादिकरणगुणजन्यत्वं नास्ति इति हेतुमति साध्यभावात् व्यभिचारः अतः सार्थकं हेतौ गुणबलम् इत्युक्ते गुणजन्यत्वम् इत्युक्ते गुणस्य नाशः अत्र न उक्तः प्रागभावस्य घटप्रागभावस्य नाशः अभावस्य नाशः उक्तः इति कृत्वा अत्र सार्थकं हेतौ गुणदलम् See, if you keep this sheet and read this, it becomes very clear. Very easy. Tadeva machine. Kimartha. Otherwise, it becomes extremely difficult. Asto agre padatu mahadeya. Nache evam api. Nache evam api. Ghata samagri madhya patitaha. Kapala dvaya sanyogaha api. Ghata praga bhava dvamsa adhikarani. Vidyamanaha gunaha. Asto tari kapala dvaya sanyogaha iti api. Sasmineva adhikarani vidyamana gunaha asti. तज्जन्यत्वाच्च तादृशध्वंसस्य तस्मिन् हेतुमति समानाधिकरणगुणजन्यत्वरूपस्य साध्यस्यापि सत्त्वात् न व्यभिचार इति वाच्यम् इति न वाच्यं न वाच्यम् अग्रे पठतु तादृशसंयोगस्य हि सामग्रीत्वेन एव सामग्रीघटकत्वेन एव वा प्रागभावध्वंसप्रयोजकत्वं न तु समानाधिकरणगुणत्वेन इति विशिष्टसाध्य असत्त्वात् व्यभिचारतादवस्थ्यात् अतः एतौ गुणपदं सार्थकमेव तद् एषः परिच्छेदः मया न अवबुद्धः किमर्थम् एतद् लिखति इति बहुवारं मया पठितं मया न अवबुद्धः तर्हि यदा समयः लभ्यते अत्र अन्यं प्रति पाठं श्रुत्वा वाट्साप् मध्ये प्रेषयिष्यामि किन्तु अस्य परिच्छेदस्य अवबोधः मम न जातः किमर्थम् एतादृशं वदति इति अस्तु अग्रे पठतु महोदय. मध्यशरीरे गुणपद अनिवेशे ध्वंससामान्यस्य जन्यत्वात् सिद्धसाधनम्. मध्यशरीरे गुणपद अनिवेशे ध्वंससामान्यस्य जन्यत्वात् इति अत्र अत्रापि तृतीय उदाहरणस्यैव चिन्तनम् एतावत्पर्यन्तं. तृतीयस्य साध्यम् इत्यत्र इत्युक्ते कपालद्वयसंयोगात् घटप्रागभावध्वंसः इत्यत्र एतद् एतस्य अनुमानस्य समन्वयः न कर्तुं शक्यते इति बुद्धं किमर्थम् इति. किन्तु अत्र सामग्री घटकत्वेनैव प्रागभावध्वंसप्रयोजकत्वम् इति यद् लिखितमस्ति तद् न अवबुद्धं. किमर्थम् एतद् वदति इत्यपि न अवबुद्धम्. अस्तु अग्रे महोदय. हेतौ हेतौ जनकनाश अजन्यगुणध्वंसत्वम् अस्तु. तर्हि तत्रैव खलु जनकनाश अजन्यत्वनाशत्वे सति गुणनाशत्वात् तत्र जनकनाश अजन्यगुणध्वंसत्वम् इत्यत्र जनकनाश अजन्यत्व अनुपादाने तर्हि जनकनाश अजन्यत्वम् इति यदि त्यजामः चेत् समवायिकारणादिनाशजन्ये रूपादिनाशे व्यभिचारः. तत्र प्रथमं घटनाशात् रूपनाशः घटरूपनाशः समवायिकारणादिनाशजन्ये रूपादिनाशे व्यभिचारः. तत्र वन् इति लिखन्तु. वन् इति लिखन्तु. समवायिकारणादिनाशजन्ये अस्तु. तत्र गुणध्वंसत्वस्य सत्वात् समानाधिकरणगुणजन्यत्व अभावात् तदेव अत्र रक्तवर्णे लिखितमस्ति साध्यं समानाधिकरणगुण इत्यत्र अव्याप्तिः सत्यम्. अग्रे अग्रे न च रोगजन्यसंस्कारविचारः अस्तु. अत्र चतुर्थ उदाहरणं तत्र साध्याभावात् तादृशगुणध्वंसत्वरूपहेतोः सत्वात् इति वाच्यम्. रोगस्य अनाशकत्वात् अन्यथा चिकित्सको न स्मरेत् अतः रोगः न नाशकः किन्तु अभिभावक एव इति न व्यभिचारः. अस्तु रोगजन्यसंस्कारध्वंसः रोगात् संस्कारध्वंसः अत्र फोर् इति लिखन्तु. रोगजन्ये संस्कारध्वंसे इत्यत्र फोर्. किन्तु अत्र ग्रन्थकारः किं वदति रोगात् संस्कारध्वंसः भवति इति प्रायः न वक्तव्यमेव इति. रोगस्य अनाशकत्वात् इत्युक्ते नाशकत्वं रोगे नास्ति इति. अन्यथा चिकित्सितः न स्मरेत्. पूर्वं स्मरणमासीत् तदनन्तरं रोगे न स्मरणः स्मरणं नष्टम्. किन्तु चिकित्सात् यदि चिकित्सया यदि पुनः अत्र यदि इति नास्ति चिकित्सया पुनः स्मरणं जायते एव खलु. रोगः अपगच्छति. अतः रोगः न नाशकः इत्युक्ते रोगेण संस्कारध्वंसः जायते इति न वक्तव्यमेव इति सः वदति. पूर्वं तादृशम् उक्तं रोगेण संस्कारध्वंसः भवति इति. किन्तु इदानीं विपरीतरीत्या वदति. ओके सो दीस् आर् नाट् डिसैडेड् येट्. अस्तु अग्रे महोदय. चरमस्मरणस्य संस्कारनाशकस्य समानाधिकरणगुणत्वात् तज्जन्यध्वंसे च हेतुसाध्यवत्वात् दृष्टान्तत्वमेव इति न दोषः. न चैवमपि वेदनाशे क्रियाजन्ये जनकनाश अजन्यध्वंसत्ववति साध्यभावात् तद्दोषतावच्छम् इति वाच्यम्. अत्र तज्जन्यध्वंसे इत्यत्र फैव् इति लिखन्तु. तत्र समन्वयः भवति खलु. पक्षसिद्धिः अस्ति, साध्यसिद्धिः अस्ति, हेतुसिद्धिः अस्ति. तर्हि जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति वक्तुं शक्यते अथवा चर्मस्मरणात् संस्कारध्वंसवत् इति अपि वक्तुं शक्यते इति अन्यद् उदाहरणमस्ति. अन्यद् दृष्टान्तमस्ति इति कृत्वा अत्र लिखितं दृष्टान्तत्वेनैव इति न दोषः. इत्युक्ते अनुमानं समर्थितुम् अन्यः एकः अवसरः लब्धः अत्र. पाकजरूपनाशवत् इति एकम् उदाहरणं चरमस्मरणेन संस्कारध्वंसः यदि जायते यदि जायते इति न संस्कारं जायते तद् अन्यद् उदाहरणम् उदाहरणान्तरमस्ति दृष्टान्तानन्तरमस्ति इति कृत्वा अत्र क्लेशः नास्ति तज्जन्यध्वंसे तत्रैव नम्बर् फैव् सत्यं तत्रैव पक्षसिद्धिः साध्यस्य हेतुसिद्धिः सर्वम् अभवत् सर्वमस्ति हा अस्तु अग्रे अग्रे स्वजन्य स्वजन्य अजन्यत्वस्य हेतौ विशेषणीयत्वात् एवमपि तत्रैव बाधः इति न च वाच्यं पक्षे अपि स्वजन्य अजन्यत्वस्य विशेषणादिति विशेषणात् इति दिक् स्वजन्य अजन्यत्वस्य एकः विषयः अत्र अस्य परिच्छेदस्य अवगमनार्थमेव षष्ठ उदाहरणं मया लिखितम् स्वजन्य अजन्यत्वं स्वजन्य अजन्यत्वम् इत्युक्ते अत्र पश्यतु स्व इदानीम् उदाहरणमस्ति क्रियया वेगध्वंसः अत्र तेन अजन्य स्व इति क्रिया जन्य इति वेगः अस्तु वेगः कथं जायते क्रियया जायते हा पुनः क्रियया जायते वेगस्य ध्वंसः कथं भवति तथैव क्रियया एव भवति क्रियया एव भवति खलु आद्यपतनहेतुः एव गुरुत्वम् इति यदा आद्यपतनं जायते तदनन्तरं तत्र वेगाख्यगुणः वेगाख्यसंस्कारः अस्ति केन जायते वेगाख्यसंस्कारः इति क्रियया जायते अपि च क्रियया एव नश्यति किन्तु तादृश उदाहरणम् अत्र नास्ति इत्युक्ते विभागेन यद् पूर्वदेशसंयोगनाशः भवति तद् क्रियया यथा वेगनाशः भवति तद्वंस तद्वत् नास्ति किञ्चित् भेदः वर्तते स्वजन्य अजन्यत्वस्य हेतौ विशेषणीयत्वात् इत्युक्ते स्वजन्य अजन्यत्वम् अस्मिन् इत्युक्ते विभागे अस्ति तादृशं नास्ति अस्मिन् उदाहरणे इति तत्र भेदः अर्थः अस्ति इति वदति किन्तु किमर्थम् एतादृश किमर्थम् एतादृशचिन्तनम् इति न बुद्धम् स्वजन्य अजन्यत्वम् इत्यत्र सिक्स् इति लिखन्तु ऐ मीन् अत्र अस्मिन् परिशिष्ट भागे किं वक्तुम् इच्छति अत्र व्यभिचारः इति वदति इत्युक्ते अनुमानस्य व्यभिचारः अत्र दर्शयितुं शक्यते वा इति प्रायः चिन्तनम् अस्तु एवं स्वीकुर्मः अस्य अनुमानस्य व्यभिचारः यत्र कुत्रापि दर्शयितुं शक्यते वा इति चिन्तनम् अस्तु इति स्वीकुर्मः परिशिष्टस्य परिशिष्टभागपाठस्य किं लक्ष्यम् इति चेत् अनुमान व्यभिचारः कुत्रापि भवति वा इति चिन्तनम् अत्र इति स्वीकुर्मः अनुमानव्यभिचारः अत्र अनुमानं किं जनकनाश अजन्यगुणनाशः समानादिकरणगुणजन्यः जनकनाश अजन्यनाशत्वे सति गुणनाशवत् इति अनुमानवाक्यं यावत्पर्यन्तं यत्र कुत्रापि व्यभिचारं न प्रदर्शयामः तावत्पर्यन्तम् अनुमानं तिष्ठति अतः विभागाख्यगुणः इति अनुमानेन निरूपयितुं शक्यते अस्तु हा इदानीं किञ्चित् अवबुद्धम् इति भाति इत्युक्ते अनुमानव्यभिचारः येन अनुमानेन विभागाख्यगुणः निरूपितः तस्य अनुमानस्य व्यभिचारः इत्युक्ते एतत् प्रदर्शनार्थमहम् अन्यद् वदामि अस्तु पर्वतः वह्निमान् धूमात् यथा महानसम् इति सामान्य अनुमानं तत्र यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् यत्र यत्र वन्य अभावः तत्र तत्र धूमाभावः यथा महाहृदः इति अन्वयव्यतिरेकव्याप्त्या अपि च धूमः पक्षे दृश्यते इति कृत्वा अत्र परामर्शः जायते वह्निविशिष्ट धूमवान् अयं पर्वतः तेन पर्वतः वह्निमान् इति अनुमानं निरूपयितुं शक्यते अस्तु किन्तु यदि विपरीतरीत्या अहं वदामि किं पर्वतः धूमवान् वह्निमत्वात् यथा महानसम् इति एतद् वाक्यं समीचीनं वा इति चेत् अत्र परिशीलयामः व्याप्तिः कुत्र गृहीतः मया यत्र यत्र वह्निः तत्र तत्र धूमः यथा महानसम् वाक्यं सत्यमेव यत्र यत्र धूमाभावः तत्र तत्र वह्निर्भावः यथा महाहृदः एतदपि वाक्यं सत्यमेव क्लेशः नास्ति महाहृदे धूमः अपि नास्ति वह्निः अपि नास्ति महानसे वह्निः अपि अस्ति धूमः अपि अस्ति इति कृत्वा विपरीतरीत्या अपि व्याप्तिग्रहणं कर्तुं शक्यते अतः पर्वतः धूमवान् वह्निमत्वात् इति अनुमानं सङ्गच्छते इति चेत् यावत्पर्यन्तं व्यभिचारः न वदेम तावत्पर्यन्तम् अनुमानं कार्यं करोति किन्तु तप्त अयः पिण्डे व्यभिचारः दृश्यते यत्र यत्र धूमः अत्र मया किमुक्तं यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तेः व्यभिचारः तप्तायः पिण्डे नास्ति तप्तायः पिण्डे वह्निः अस्ति किन्तु धूमः नास्ति इति कृत्वा व्यभिचारः दृश्यते तर्हि एवम् इदानीं ग्रन्थकारः किं कर्तुम् इच्छति जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाश अजन्यगुणनाशत्वात् काकजरूपनाशवत् इति यद् अनुमानेन अनुमानवाक्यं स्वीकृत्य विभागाख्य अन्यतमः गुणः अस्ति भवितुमर्हति इति यद् निरूपितं तस्य व्यभिचारः यत्र कुत्रापि भवति वा इति चिन्तनम् अस्तु तर्हि तत्र घटनाशात् घटरूपनाशः इत्यत्र व्यभिचारः भवति वा इति चेत् न भवति किमर्थमिति चेत् अनुमानवाक्यमेव न साधितम् तत्र उत्तरदेशसंयोगात् क्रियानाशः भवति खलु तत्र व्यभिचारः भवति वा इति चेत् न कपालद्वयसंयोगात् घटप्रागभावध्वंसः जायते तत्र व्यभिचारः दर्शयितुं शक्यते वा इति चेत् न रोगात् संस्कारध्वंसः जायते तत्र व्यभिचारः कर्तुं शक्यते वा इति चेत् न चलमस्मरणात् संस्कारध्वंसः भवति खलु तत्र व्यभिचारः दर्शयितुं शक्यते वा इति चेत् न तत्र व्यभिचारः नास्ति किन्तु अन्वयदृष्टान्तः तत् पाकजरूपनाशवत् चरमस्मरणात् संस्कारध्वंसः इति अन्वयदृष्टान्तः अस्ति इति कृत्वा तत्रापि विचारः न दर्शयितुं शक्यते क्रियया वेगध्वंसः यज्जायते तत्र वेगः इति गुणः गुणनाशः पक्षासिद्धिः अस्ति किन्तु किं नास्ति साध्यासिद्धिः साध्यसिद्धिः नास्ति समानाधिकरणगुणजन्यः नास्ति किन्तु क्रियाजन्यः अस्ति अत्रैव इदानीं क्रियया वेगध्वंसः जायते वा अथवा वेगेन एव वेगध्वंसः जायते वा इति चिन्तनीयम् न च एवमपि वेगनाशे क्रियाजन्ये वेगनाशे इत्येव उक्तम् क्रियाजन्यवेगनाशे अतः क्रिया वेगेन क्रियया एव वेगः नश्यति जनकनाश अजन्यध्वंसत्ववती साध्याभावात् तद्दोषत्तादवस्थम् इति वाच्यम् किमर्थम् स्वजन्य अजन्यत्वस्य हेतौ विशेषणीयत्वात् एवमपि तत्रैव बाधः इति न वाच्यम् पक्षेऽपि स्वजन्य अजन्यत्वस्य विशेषणात् इति दिक् अत्र वाक्यद्वयमस्ति अत्र समानाधिकरणगुणजन्यः इति साध्यं न साधितं खलु तर्हि किमर्थम् एतादृशं जनकनाश अजन्यध्वंसवती साध्य अभावात् आम् साध्यं नास्ति तत्र इति न वाच्यम् इति किमर्थं वदति स्वजन्य अजन्यत्वस्य हेतौ विशेषणीयत्वात् तर्हि तत्र हेतौ अन्यदपि विशेषणमस्ति स्वजन्य अजन्यत्वम् स्वजन्य अत्र स्व इति क्रिया इति मया स्वीकृतं क्रियाजन्य न अत्र साध्यमेव न पूरितं खलु साध्यं न सिद्धम् इति कृत्वा अत्र अन्तिमपरिच्छेदः अपि मया न अवबुद्धः तर्हि अस्मिन् पाठे परिच्छेदद्वयं मया न अवबुद्धं तत्र तादृशसंयोगस्य इति एकः परिच्छेदः स्वजन्य अजन्य इति द्वितीयः परिच्छेदः किन्तु परिशिष्टभागस्य किं लक्ष्यम् इति अवबुद्धम् अस्य अनुमानवाक्यस्य व्यभिचारः यत्र कुत्रापि द्रष्टुं प्रदर्शयितुं शक्यते वा इति तत्र निगमनं किं प्रदर्शयितुं न शक्यते अतः किम् अत्र अनुमानवाक्यं समीचीनमेव इति तावदवबुद्धम् अस्तु तत्र प्रश्नाः सन्ति वा कोऽपि किमपि वक्तुमिच्छति वा लिखितमस्ति अतः अवगच्छति अवगच्छामः तदेव तत् स्प्रेड्शीट् विना एतत् किमपि न अवगन्तुं शक्यते मयापि न अवगतः यदा गते वर्गे किञ्चित् चिन्तनं कृतं तर्हि एतादृशं चिन्तयामश्चेत् एव अवबोधः जायते इति बट् प्रौढानाम् एतादृशशैली अस्ति सि दट् इस् वै यु हाव् टु वि हाव् टु डू अ लाट् आफ् वर्क् न्यूनातिन्यूनं तत् दशवर्षसंवत्सरम् अथवा विंशतिसंवत्सरं यावत् एतादृशचिन्तनं कृत्वा कृत्वा एव तादृशसामर्थ्यं प्राप्यते इति भाति मम यु कान् जस्ट् अण्डर्स्टाण्ड् इट् लैक् दट् किन्तु भवतु अत्र वेदान्त अवगमनार्थम् एतादृश अवगमनम् आवश्यकम् इति प्रायः नास्ति इति भाति अस्तु भवतु यत्किमपि अत्र परिशिष्ट अत्र परिच्छेदद्वयं मया बोद्धव्यमस्ति तद् प्रौढानां कृते किञ्चित् विचार्य अनन्तरं वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि अस्तु इति विद्याधरीग्रन्थः समाप्तः अस्माभिः बहु उत्तमकार्यम् अस्माभिः कृतमस्ति अण्ड् वि स्टार्टेड् मच् लेटर् वि आक्चुलि स्टार्टेड् 4 years आफ्टर् अस्तु अत्र ध्वनिमुद्रणं स्थगयित्वा अनन्तरं किञ्चित् वक्तुमिच्छामि अस्तु इति विद्याधरीग्रन्थः समाप्तः अस्ति तर्हि भवद्भिः किं कर्तव्यम् इति चेत् न्यूनातिन्यूनम् अत्र लक्षणवाक्यानि यानि सन्ति अतीतादिव्यवहारहेतुः कालः प्राच्यादिव्यवहारहेतुः दिक् इति केवलं लक्षणवाक्यानि कण्ठस्थीकुर्वन्तु कण्ठस्थीकुर्वन्तु इत्युक्ते केवलं लक्षणवाक्यानि एकस्मिन् पुटे लिखित्वा तस्य पारायणं प्रतिदिनम् एकवारं पारायणं पञ्चनिमिषम् एव स्वीक्रियते इतोपि अधिकं नास्ति तत्र आरम्भे प्रायः दशनिमिषं यावत् स्वीक्रियते किन्तु तदनन्तरं पञ्चनिमिषाभ्यन्तरे स्वीकर्तुं शक्यते किमर्थमिति चेत् महान् उपयोगाय भवति मया अनुभूयते अपि ऐ एम् एक्स्पीरियन्सिङ्ग् द बेनिफिट् आफ् रिमेम्बरिङ्ग् लक्षणवाक्यस् आफ् तर्कसङ्ग्रह फार् ईच् पदार्थ बिकास् देन् यु केन् वेरि ईसिलि वेन् यु आर् स्टडिङ्ग् वेदान्त इट् इस् वेरि ईसि फार् यु टु अण्डर्स्टाण्ड् तर्हि तद् कुर्वन्तु अभ्यासे भवन्तु अग्रिमं किं कुर्मः इति वयमेव किञ्चित् चिन्तयित्वा निश्चयं कुर्मः किन्तु तदनन्तरं वदिष्यामि अस्तु इदानीम् अस्य वर्गस्य समापनं करोमि सर्वेभ्यो नमस्कारः श्रीगुरुभ्यो नमः ओं पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ओं श्रीगुरुभ्यो नमः हरिः ओम्।